पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 98 नारद उवाच पुनर्दैत्यं समायान्तं दृष्ट्वा देवासवासवाः भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः देवावूचुः नमो मत्स्यकूर्मादि नानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे विधात्रादिसर्गस्थितिध्वं सकर्त्रे गदाशङ्खपद्मारि हस्तायते स्थु रमा वल्लभाया सुराणां निहन्त्रे भुजङ्गादिनाथाय पीताम्बराय मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नदास्मो नतास्मः नमो दैत्यसन्तापिदामर्त्यदुःखाचलध्वंसदम्भोलये विष्णुवेदे भुजङ्गेश तल्पेश यायार्कचन्द्रद्विनेत्राय तस्मै नदास्मो नदास्मः नारद उवाच सङ्कष्टनाशनं स्तोत्रं नित्यं यस्तु पठेन्नरः स कदाचिन्न सङ्कष्टै पीड्यते कृपया हरेः इति देवस्तुतिं यावत् कुर्वन्ति धनुजद्विषः तावत् सुराणामापत्तिर्विज्ञाता विष्णुना तदा सहसोद्धाय दैत्याधिकृपया खिन्नमानसः आरुह्य गरुडं वेगाल्लक्ष्मीं वचनमब्रवीद विष्णुरुवाच जलन्धरेण ते भ्रात्रा देवानां कथनं कृतं तैरा हुदो गमिष्यामि युद्धायाद्य त्वरान्विदः लक्ष्मीरुवाच अहं ते वल्लभानाथ भक्ता च यदि सर्वदा तत्कथं ते मम भ्राता युद्धे वध्यकृपानिधे श्रीभगवानुवाच रुद्रांश सम्भवत्वाच्च ब्रह्मणो वचनादपि प्रीत्या च तव नैवायं मम वध्यो जलन्धरः नारद उवाच इत्युक्त्वा गरुडारूढशङ्खचक्रगदासिभृद विष्णोर्वेगाद्ययौ योद्धुं यत्र देवास्तु वन्दिते अधारुणानुजात्युग्रपक्षवादप्रपीडिताः वात्या विवर्तिता दैत्या बभ्रमुखे यथाखनाः ततो जलन्धरो दृष्ट्वा दैत्यान्वात्या प्रपीडितान् नोवाच वचनं क्रोधात् ततो विष्णुं समभ्ययाद ततः समभवद्युद्धं विष्णुदैत्येन्द्रयोर्महद आकाशं कुर्वतोर्बाणैरन्धे निरवकाश्यवद विष्णुर्दैत्यस्य बाणौखैर्ध्वजं छत्रं धनुर्हयान् चिच्छेद तं च हृदये बाणेनैगेन ताडयन् ततो दैत्यं समुत्पत्य गदापाणिस्त्वरान्विदः आगत्य गरुडं मूर्ध्नि पादयामास भूतले विष्णुर्गतां च खड्गेन चिच्छेदप्रहसन्निव तावत् स सुहृदे विष्णुं जखान दृढमुष्टिना ततस्तौ बहुयुद्धेन युयुद्धादे महाबलौ बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीं एवं सुरुचिरं युद्धं कृत्वा विष्णुप्रतापवान् उवाच दैत्यराजानं मेघगम्भीरया गिरा विष्णुरुवाच वरं वरय दैत्येन्द्रप्रीतोऽस्मि तव विक्रमाद अदेयमपि ते दद्मि यत्ते मनसि वर्तते जलन्धर उवाच यदि भावुकतुष्टोऽसि वरमेदं ददस्व मे मद्भगिन्या सहतया मद्गृहे सगणो वस नारद उवाच तदेत्युक्त्वा स भगवान् सर्वदेवगणैः सह जलन्धरं नाम पुरमगमद्रमया सह जलन्धरश्च देवानामधिकारेषु दानवान् स्थापयित्वा सहर्षस्सन् पुनरागान्महीतले देवगन्धर्वसिद्धेषु यत्किञ्चित् रत्नसंनिधं तदात्मवशगं कृत्वा तिष्ठत्सागरनन्दनः पादालभवने दैत्यं निशुम्भं च महाबलं स्थापयित्वा स शेषादीननयद्भूतलं बली देवगन्धर्वसिद्धौ कान्यक्षरासमानुषान् स्वपुरे नागरान् कृत्वा शशास भुवनत्रयम् एवं जलन्धर कृत्वा देवांश्च वशवर्तिनः धर्मेण पालयामास प्रजापुत्रानिव उरसान् न कश्चिद्व्याधितो नैव दुःखितो न कृशस्तथा न दीनो दृश्यते तस्मिन् धर्माद्राज्यं प्रशास्सति एवं महीं शास्सति दानवेन्द्रे धर्मेण सम्यक् च यदृच्छयाहं कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये जलन्धरप्रवेशो नाम अष्टनवतितमोऽध्यायः ॐ